अस्तु, तर्हि अस्माकं गीतासोपानस्य द्वितीयभागस्य पुस्तके षोडशः पाठः अस्ति. तत्र आत्मनिपदिधातूनां कृते लङ्लकारः विधिलिङ्लकारः च. तत्र अस्माकं पाठः आरब्धः गते सप्ताहे. अत्र किञ्चन रूपाभ्यासः अपेक्षितः अस्ति. अनन्तरं कथां पठेम. तत्र लङ्लकारस्य रूपाणि अत्र पाठस्य द्वितीयपुटे रूपाणि सन्ति. अत्र वृद्धधातुः, लक्ष्मीभगिनी पठति वा? आत्मनेपदीनां धातूनां लङ्लकारे रूपाणि एवं भवन्ति. वृद्धधातुः अवर्धत, अवर्धेताम्, अवर्धन्त, अवर्धथाः, अवर्धेथाम्, अवर्धध्वम्, अवर्धे, अवर्धावहि, अवर्धामहि. बहु समीचीनमस्ति. इदानीं विधिलिङ्लकारे पठतु एकवारं वृद्धधातुः. विधिलिङ्लकारे रूपाणि एवं भवन्ति. वर्धेता, वर्धेयातां, वर्धेरन्, वर्धेथाः, वर्धेयाथां, वर्धेध्वं, वर्धेय, वर्धेवहि, वर्धेमहि. अस्तु, अत्र साम्यं वर्तते द्वयोः लकारयोः मध्ये. तत्र भेदः कुत्र कुत्र भवति इति एकवारम् अवलोक्य अस्माकम् अवगमनं समीचीनं स्यात्. तर्हि सुब्रह्मण्यं महोदय तत्र वदति वा, तत्र किं तत्र रूपं दृष्ट्वा तत्र कुत्र साम्यं कुत्र भेदः? अत्र भेदः तु अकारः प्रथमं नास्ति महोदय. विधिलिङ् मध्ये अवर्धत, अवर्धेत, अकारः नास्ति प्रथमं. तदनन्तरम् एकारम् आगच्छति प्रथमपुरुष एकवचनस्य रूपे. अत्र प्रदर्शयतु. अत्र वृद् धातुः अस्ति. अत्र अवर्धत प्रथमपुरुष वर्ध, परन्तु तत्तु लङ्लकारे. वर्धेत अत्र एत्वम् आगच्छति तिङ्प्रत्यय पूर्वमेव अन्तिम अक्षरे धातोः अन्तिमाक्षरे एत्वम् आगच्छति अत्र. अवर्धत, वर्धेत अत्र. अनन्तरं बहु समीचीनमस्ति इति अत्र सामान्यलक्षणमस्ति. वृद्धधातोः तत्र अडागमः, तत्र लङ्लकारस्य अडागमः तु भवति एव अकारः आरम्भे सर्वत्र अस्ति. विधिलिङ्गि तत्र मध्ये इकारः अस्ति इति आत्मनिधातूनां कृते लक्षणमस्ति. अतः अत्र सर्वत्र भवति सामान्यभेदः इति कृत्वा मनसि निधाय अग्रे गच्छेम एव. नाम तत्र विशेषतः अस्माकम् अवलोकनम् इदानीम् एकवारं कुर्मः, अनन्तरम् अग्रे नापेक्षितं, यतोहि सर्वत्र अस्ति एकारः. समीचीनमेव, एकारः भवति सर्वत्र विधिलिङ्गि, अपि च लङ्लकारे अडागमः पूर्वं भवति इति सर्वत्र अस्ति. अस्तु, इदानीं ततः अग्रे अन्य कोऽपि, मीना भगिनी वदतु, ततः अग्रे किमस्ति विशेषभेदाः? भेदाः प्रथम प्रथमपुरुषे बहुवचने अन्तिमभागः अवर्धन्तलङ्लकारस्य वर्धेरन् विधिलिङ्लकारस्य बहु समीचीनमस्ति. इति एकः विशेषभेदः अस्ति, अस्माकं विशेषभेदः विधेरन् अवर्धन्त तत्र अन्त एरन् इति भेदः अस्ति एकस्मिन् स्थले. अपरस्मिन् स्थले कुत्रचित् अन्य कोऽपि वदति वा? सञ्जीवमहोदय, पुस्तकमस्ति वा महोदय? हा, पुस्तकमस्ति. अतः प्रथमपुरुष द्विवचने तथा प्रथम द्वितीय मध्यमपुरुष द्विवचने अपि यकारः अस्ति शब्दस्य मध्ये. अवर्धेतां वर्धेयाताम् इति सत्यं, तत्र यकारः अस्ति मध्ये प्रथमपुरुषे मध्यमपुरुषे च. सत्यम्. अन्यत् किमपि पुष्पभगिनी वदतु. अस्तु महोदय, पुष्पभगिनी, मध्यमपुरुष एकवचने ये आयाति विधिलिङ्गे तथा अवर्धताः अवर्धेताः. अवर्धताः वर्धेताः इति तु सत्यम्. एकारः इदानीम् एकवारं वयम् उक्तवन्तः, सुब्रह्मण्यमहोदयः उक्तवान् तत्र सर्वत्र अस्ति इति. सार्वत्रिकभेदः, सार्वत्रिकभेदः नाम तत्र एकारः सर्वत्र भवति विधिलिङ्गि, न कोऽपि न कुत्रापि भवति लग्नकाले इति तु अस्ति. द्विवचने या आयाति इति उक्तमेव, भवती किञ्चित् शृणोतु वा? तत्र सर्वे उक्तवन्तः एव. अन्यजनद्वयं कोऽपि अस्ति वा? निहारिका भगिनी, हा समीचीनम्. अन्य कोऽपि? नमस्ते महोदय, अखिला अस्मि. अखिला भगिनी, स्वागतं. हा अखिला भगिन्याः कृते इदानीं षड्वादनमस्ति. अस्ति, कथं पश्यन्तु. अस्तु, इदानीं तर्हि इति भेदः. अन्य एकः भेदः अस्ति, सुब्रह्मण्यमहोदय वदतु. अत्र उत्तमपुरुष एकवचने महोदय या आगच्छति, अवर्धे वर्धेय. हा इति तत्र भेदः अस्ति, वर्धेय अवर्धे इति. प्रमुखतया वक्तुं शक्नुमः यत् प्रथमपुरुषस्य बहुवचने अवर्धन्त वर्धेरन् इति भेदः, तत्र उत्तमपुरुषस्य एकवचने अवर्धे अपि च वर्धेय इति अपि तत्रापि भेदः अस्ति इति. विशेषभेदः द्वयोः स्थलयोः, अन्यत् सर्वं कथञ्चित् वक्तुं शक्नुमः सामान्यमस्ति. लङ्लकारस्य सर्वत्र अडागमः, विधिलिङ्लकारस्य मध्ये एकारः, अपि च प्रथमपुरुषस्य मध्यमपुरुषस्य च द्विवचने यकारः मध्ये आगच्छति इति कथञ्चित् सामान्यमिति चिन्तयितुं शक्नुमः. किन्तु वर्धेरन् अवर्धन्त, वर्धेय अवर्धे इति द्वयोः स्थलयोः विशेषभेदः अस्ति. अस्तु, बहु समीचीनमस्ति. एकः प्रश्नः अस्ति, अवर्धेताम् अवर्धेथाम् अण्ड् अवर्धे त्रीणि रूपाणि अङ्गस्य अन्तिमभागः एकारः, विधिलिङ्ग्लकारे अङ्गस्य अन्तिमभागः यकारः. प्रथमपुरुष यकारः नाम कुत्र? उत्तमपुरुषस्य एकवचने इति वा? उत्तमपुरुषस्य एकवचने अपि भेदः अस्ति. एकारः लङ्लकारे, यकारः विधिलिङ्लकारे. विधिलिङ्लकारे अपि एकारः सर्वत्र अस्ति, सर्वत्र अस्ति. य इति अस्माभिः उक्तमेव. उत्तमपुरुषस्य एकवचने उत्तमपुरुषस्य बहुवचने वर्धेरन् वर्धेय इति भेदः. यकारः उत्तमपुरुषे, रन् इति बहु प्रथमपुरुषे इति भेदः अस्ति. एकारः तु सर्वत्र अस्ति विधिलिङ्गे खलु. एकारः तत्र सिद्धतिङ्प्रत्ययाः भिन्नाः भवन्ति. सिद्धतिङ्प्रत्ययाः भिन्नाः सन्ति इति सत्यं. किन्तु इदानीं सिद्धतिङ्प्रत्ययः इति विषयः मास्तु, केवलं स्थूलरूपेण अवलोकनेन किं किं पश्यामः तत्र लक्षणं. नाम इदानीं पाणिनीयव्याकरणविषयः इति नास्ति, केवलं रूपं कथं दृश्यते येन अस्य सुलभतया व्यवहारः. भगिन्या प्रश्न अङ्गविषये अस्ति. ओ तदर्थम् उक्तवान्. बुद्धम्. अस्तु, तर्हि अत्र किम् इदानीं पश्येम यत् मूद् धातुः मोदते. मोदते इति अस्य लङ्लकारस्य रूपं तत्र अखिला भगिनी वदति वा? लङ्लकार वर्तते इति वा महोदय? मूद् धातुः मोदते. मोदते इति मोदातुः अमोदत, अमोदेता, अमोदन्त, अमोदताः, अमोदेयाथ, अमोदेताम्, अमोदद्वम्, अमोदे, अमोदामहि. विदिलिङ्गि मोदेत, मोदेयातां, मोदेरन्, मोदेताः, मोदेयाथां, मोदेद्वं, मोदेय, मोदेवहि, मोदेमहि. हा, बहु समीचीनमस्ति. अस्तु, निहारिका भगिनी इदानीं तत्र ई धातुः, इह धातुः, ईहते. न इदानीं च इदानीम् अनन्तरं कुर्मः, यतोहि अजादिधातुः अस्ति. तत्र शोभते इति करोतु. शोभते, शोभते इति वृद्धि लङ्लकारस्य च वृद्धिलिङ्लकारस्य. शोभते, अशोभत, अशोभताम्, अशोभन्त, अशोभत लङ्लकारस्य किल? हा, लङ्लकारस्य. द्विवचने अशोभताम्. न अवर्धेताम् अस्ति खलु, अवर्धेताम्. ओ, अशोभेताम्. अशोभन्तः, अशोभेतान्, अशोभध्वम्, अशोभे, अशोभावहि, अशोभामहि. इदानीं मम काचन प्रार्थना सर्वदा भवति यत् सर्वेषां विशेषतः उच्चारणक्षेत्रे अवधानं भवतु. नाम यत्र अल्पप्राणः अस्ति, यत्र महाप्राणः भवति, तत्र विशेषतः भेदः भवेत्. तत्र प्रादेशिकभाषासु तथा अवधानं न दद्मः, किन्तु तथापि अत्र यथा शोभ, तत्र भ इति अस्ति भ. तर्हि उदाहरणार्थं वदामि, अशोभत, अशोभेताम्, अशोभन्त, अशोभथाः, अशोभेथाम्, अशोभध्वम्, अशोभे, अशोभावहि, अशोभामहि. इत्यनेन अस्माकं मनसि अपि स्पष्टता जायेत. अतः महान् लाभः अस्ति अनेन. अस्तु, लक्ष्मी भगिनी इदानीम् अग्रे शङ्कते इति करोतु. शङ्कते उभयत्र. अशङ्कत, शङ्कते इति शङ्क, शङ्कते. लङ्लकारे अशङ्कत. हा हा, सत्यं सत्यम्. अस्तु, अशङ्कत, अशङ्केताम्, अशङ्कन्त, अशङ्कथाः, अशङ्के थाम्, अशङ्कध्वम्, अशङ्के, अशङ्कावहि, अशङ्कामहि. विधिलिङ्गकारे शङ्केयातां शङ्केरन् शङ्केथाः शङ्केयाथां शङ्केध्वं शङ्केय शङ्केवहि शङ्केमहि. अस्तु, इतः अग्रे पुनः एकवारं कुर्मः. इदानीं तत्र नेत्रनिमील्य पुस्तकम् इदानीं तिष्ठतु भवतु. पुस्तकम् उद्घाटितमस्ति इति समीचीनम्. इदानीम् एकवारं पुनः अनन्तरं पुस्तकं पिदधातु ततः अग्रे, येन मनसि चिन्तनं भवेत्. अस्तु, इदानीम् अग्रे लज्जते. लज्जते इति सञ्जीवमहोदय वदति वा? लङ्लकारे अलज्जत, अलज्जेताम्, अलज्जन्त, अलज्जताः, अलज्जेताम्, अलज्जत्वम्, अलज्जे, अलज्जेवहि, अलज्जेमहि, अलज्जावहि, अलज्जावहि, अलज्जामहि. विधिलिङ्गकारे लज्जेत, लज्जयातां, लज्जेरन्, लज्जेथाः, लज्जयाथां, लज्जेध्वं, लज्जेय, लज्जेवहि, लज्जेमहि. समीचीनमस्ति. अस्तु, इदानीं पुस्तकं पिदधातु. अग्रे गच्छेम. इदानीं सुब्रह्मण्यमहोदय, तत्र कम्पधातुः कम्पते. अस्तु महोदय. प्रथमं लङ्लकारे अकम्पत, अकम्पेताम्, अकम्पन्त, अकम्पथाः, अकम्पेथाम्, अकम्पध्वम्, अकम्पे, अकम्पावहि, अकम्पामहि. विधिलिङ्ग् लकारे कम्पेत, कम्पेयाताम्, कम्पेरन्, कम्पेथाः, कम्पेयाथाम्, कम्पेध्वम्, कम्पेय, कम्पेवहि, कम्पेमहि. बहु समीचीनमस्ति. अस्तु, अग्रे गच्छेम. इदानीं कः कोऽपि न कृतवान् तावता. अस्तु, पुष्पा भगिनी करोति वा? अस्तु महोदय. हा अस्तु, लङ्लकारस्य विधिलिङ्लकारस्य च तत्र पुस्तकं पिहितं स्यात्. अत्र मन्द् मन्दातु मन्यते. मन्यते अमन्यत, अमन्येताम्, अमन्यन्त, अमन्यथाः, अमन्येताम्, थाम्, अमन्यद्वे, अमन्ये, अमन्यावहि, अमन्यावमहि. समीचीनम्. मन्येत, मन्येत, मन्येयाथां, मन्येरन्, मन्येथाः, मन्येयाथां, मन्ये अस्तु, बहु समीचीनमस्ति. अग्रे अखिला भगिनी, अत्र पलायते न न न विद्यते. अविद्यत, अविद्येताम्, अविद्यन्त, अविद्यथाः, अविद्ययाथाम् अविद्यत्वम्, न न तत्र लङ्लकारे यकारः नास्ति. अविद्ये क्षम्यताम् अविद्येथाम् अविद्यत्वम् अविद्य अविद्ये अविद्याबहि अविद्यामहि. समीचीनं. विद्येत विद्येयातां विद्येरन् विद्येत्थाः विद्येयाथां विद्येद्वं विद्येय विद्येवहि विद्येमहि. अस्तु समीचीनमस्ति. इदानीं बहु सम्यक् अस्ति. निहारिकभगिनी तत्र कामयते कामयत कामयते अकामयत अकामयेताम् अकामयन्त अकामयताः अकामयेथान् अकामयध्वम् अकामये अकामयावहि अकामयाः महि. समीचीनम्. मिदिलिङ्गकारे अकामयत क्षम्यताम् कामयत कामयासाम् चिन्तयतु. अकामययातां अडागमः मास्तु. कामययातां. हा समीचीनं. कामये यातां कामययातां कामयेरन् कामयेथाः कामययाथां कामयेद्वं कामयाय कामये य कामयेय कामये कामयेयावहि कामयावहि कामये वहि कामये वहि कामये महि. इति अस्ति. समीचीनमस्ति. अस्तु इदानीं किं कुर्मः यत्र उपसर्गपूर्वकः अथवा अजादिः अजादिः इति कुर्मः. अजादिः तत्र ईह इति धातुः अस्ति. ईहते अत्र ईहते तत्र किं कुर्मः कोऽपि वदति वा? यत्र ईहते दीर्घ ईकारादि आदि धातुः ईह ईहते सुब्रह्मण्यं भवान् वदति वा तत्र कः नियमः अस्ति जानाति? स्थाने अत्र अत्र गुणवृद्धिः भवति महोदय. ई स्थाने ऐ आगच्छति. गुणवृद्धिः इति वृद्धि वृद्धि आदेशः वृद्धि वृद्धि आदेशः अत्र ईहते अत्र औहत बह ऐ ए ऐ ऐहत भवति महोदय. अस्तु अस्तु अस्तु वदतु. लङ्लकारे ऐहत ऐहेतां हैहन्त ऐहथाः हैहेथां हैहध्वम् ऐहे ऐहावहि ऐहामहि. विधिलिङ्ग् ई स्थाने तु ईहेत ईहे या समीचीनम् ईहेत ईहे याताम् ईहे रन् ईहेथाः ईहे याथाम् ईहेध्वम् ईहेय ईहे ईहे वहि ईहे महि. अस्तु समीचीनमस्ति. इदानीं सन्दीपमहोदय तत्र ऊहते किं भवति? ऊहते अर्थं किम् ईहते ईहते इत्युक्ते इत्युक्ते तत्र प्रयत्नं प्रयत्नः तत्र प्रयत्नकरणम् ऊहते वृद्धिः औ भवति वा हा सत्यम् औ औकारः औहत लङ्लकारे औहत औहेताम् औहन्त औहथाः औहेथाम् औहध्वम् औह्वे औह्वावहि औह्वामहि विधिलिङ्गकारे उहेत उहेयाताम् उहेरन् उहेथाः उहेयाथाम् उहेध्वम् उहेय उहेवहि उहेमहि अस्तु समीचीनमस्ति इदानीं उपसर्गपूर्वकः अस्तु इदानीं पुरतः नास्ति अग्रे अग्रे अग्रे करिष्यामः अग्रे कुर्मः अस्तु इदानीं कथां पठेम अत्र अखिला भगिनी कृपया आरम्भं करोतु सौवीरदेशे सञ्जयः नाम राजा अवर्तत तस्य पिता वृद्धक्षत्रः माता च विदुला कदाचित् सञ्जयस्य समीपराज्यस्थाने सिन्धुराजेन सह युद्धं प्रावर्तत यद्यपि सञ्जयः दृशम् अयुध्यत तथापि तस्य सैन्यं पराजयम् अलभत बहवः सैनिकाः अम्रियन्त भीताः सञ्जयः प्राणान् रक्षितुं ततः पलायत राजभवनम् आगतः सः अन्तःपुरं प्राप्य निरुत्साहतया अशेत अस्तु तावता किमस्ति तत्र सञ्जयः नाम राजा आसीत् तस्य वृद्धक्षत्रः इत्युक्ते मृतवान् इति उक्तं वा वृद्धक्षत्र इति हा वृद्धक्षत्र इति तथा अस्ति वा कोऽपि जानाति इति तत्र नामकरणमिति अहं चिन्तयामि स्म नामकरणं ओ नामकरणम् अस्तु यथा तस्य मातुः नाम अस्ति विदुला नाम अस्ति वृद्धक्षत्रः इति अहं च इति मन्ये अस्तु अस्तु तस्य पितुः नाम वृद्धक्षत्रः अपि च मातुः नाम विदुला तस्य पार्श्व देशः सिन्धुराजः इति अस्ति तस्य तेन राज्येन सह युद्धं प्रवर्तमानम् आसीत् तत्र युद्धे यद्यपि सः धीरतया युद्धं कृतवान् तथापि तस्य सैन्यस्य तस्य सैन्यं पराजितः अभवत् सः बहु पराजितं बहु अनुत्साहः अभवत् सः युद्धक्षेत्रात् पलायनं कृत्वा तत्र किञ्चित् अस्माकं भाषाभागः अस्ति अतः सम्यक्तया वदतु तत्र किम् अभवत् सः अनुत्साहः अनुत्साहः इति भावः अस्ति तस्य अनुत्साहः जातः सः किम् अभवत् अनुत्साहतः अभवत् अनुत्साहितः अनुत्साहितः अस्तु अनुत्साहितः अभवत् युद्धक्षेत्रात् पलायनं कृत्वा अन्तःपुरं पुनरागतवान् निरुत्साहतया पुनरागतवान् अस्तु, बहु समीचीनमस्ति. अत्र किं केचन शब्दाः सन्ति, समीपराज्यस्थेन, तत्र कीदृशशब्दः अस्ति? भगिनी वदति वा? समीपराज्यस्थः इति समासः इति चिन्तयामि महोदय. समस्तपदमस्ति एव. अत्र पदच्छेदः कथं भवति इति, व्यस्तप्रयोगः कथं वा स्यात्? समीपस्य राज्य राज्ये स्तः. समीपस्य राज्ये, अत्र स्थः इति पृथक्तया न भवति, व्यस्तप्रयोगे तथा न स्यात्. अत्र व्यस्त, तत्र स्थाधातोः रूपं तथा भवति यदा समस्तपदस्य अन्तिमभागः भवति. किन्तु व्यस्तप्रयोगे कथम् आस्यात्? समीपस्य राज्ये स्थितः तेन, समीपस्य राज्ये स्थितः तेन इति व्यस्तप्रयोगः अस्ति. अस्तु, समीचीनमस्ति. इदानीं सिन्धुराज्येन इति एकं वैचित्र्यमस्ति, अत्र कीदृशपदमस्ति? तृतीयाविभक्ति एकवचनमस्ति सिन्धुराज्येन इति. किन्तु तत्र सामान्यतया तत्र उत्तरपदं कीदृशपदमस्ति सामान्यतया व्यस्तप्रयोगे? कीदृशपदमस्ति? प्रातिपदिकपदं भवति. प्रातिपदिकं सिन्धु इति उकारान्तप्रातिपदिकं नास्ति वा तत्? सिन्धु इति अस्ति, किन्तु अत्र अहं वदामि महोदय. भगिनी तत्र तत्र राजाशब्दः अस्ति, तस्य प्रातिपदिकं किं? राजाशब्दस्य प्रातिपदिकमस्ति राज् इति, राज्ञः इति प्रथमाविभक्ति एकवचनं भवति. प्रातिपदिकं व्यस्तप्रयोगे प्रातिपदिकं किं जानाति एव? सुब्रह्मण्यं वदतु. राजा, राजन् महोदय. अत्र नकारादशब्दः अस्ति, राजन् इति अस्ति, राजन् अस्तु. इदानीं लक्ष्मी भगिनी, राजन् इति शब्दस्य तृतीयविभक्त्यन्तं पदं किम्? राज्ञा. राज्ञा अस्ति. अत्र सिन्धुराज्ञा इति किमर्थं नास्ति? अन्य कोऽपि वदति वा? सञ्जीवं वदति वा? तत्र समस्तपदे अकारान्त भविष्यति सिन्धुराजः इति. अत्र वैशिष्ट्यमस्ति, यत्र इदानीम् अस्माभिः न पठितं तावता, केवलं यतोहि पदमस्ति अस्माकं पुरतः अतः वदामः. सिन्धुराजः अत्र सामान्यतया राजा इति भवेत्. अत्र प्रथमाविभक्तौ राजा इति नास्ति अत्र समस्तपदे. यत्र उत्तरपदमस्ति राजन् उत्तरपदं यदा अस्ति तदानीं नकारान्तपदं नास्ति, अपि तु अकारान्तपदं वदति, यथा देवशब्दः. अतः सिन्धुराजः न तु सिन्धुराजा. व्यस्तप्रयोगे राजा अस्ति खलु, न तु राजः. व्यस्तप्रयोगे राजन् इति नकारान्तप्रातिपदिकमस्ति. अत्र समस्तपदे यत्र उत्तरपदमस्ति राजन्, तत्र राजः राज इति अकारान्तपदं भूत्वा तृतीयविभक्त्यन्तरूपं भवति राज्येन, न तु राज्ञा इति वैशिष्ट्यम्. अस्तु, इदानीम् अखिला भगिनी किञ्चित् वदतु. अत्र प्रावर्तत इति अस्माकं लङ्लकाररूपं कथं चिन्तनं भवति अस्माकम् अत्र? तत्र प्र उपसर्गपूर्वक धातुः अस्ति, तत्र वृत् धातुः अस्ति, प्रवर्तते इति लट्लकाररूपं, यदा लङ्लकारं तस्य लङ्लकारे तत्र अकारः इति पूर्वम् आगच्छति, यत् धातोः पूर्वम् आगच्छति उपसर्गानन्तरं, तर्हि प्रयोग अयोग वर्तत इति भवति, क्षम्यतां प्रयोग अवर्तत इति भवति, प्रावर्तत इति रूपम् आयाति. हा, बहु समीचीनमस्ति इति तावदेव अस्ति इति अहं मन्ये. हा, अत्र पलायते अपि तथा, यद्यपि पल इति उपसर्गः नास्ति किन्तु तस्य तत् साम्यम् अस्ति, उपसर्ग इव अस्ति इति अग्रे अस्ति. तथा अन्यत् उदाहरणं पश्येम, यत्र उपसर्गः नास्ति किन्तु उपसर्गः इव अस्ति. तदेव मम प्रश्नमासीत् महोदय, तत्र धातु किं तत्र पलायत इति भवति चेत्? अत्र वैशिष्ट्यमस्ति, प्रायः यत् इति वक्तव्यमस्ति, यत् इति यतते पलायते न, तथा नास्ति, यतति नास्ति, अत्र वैशिष्ट्यमस्ति. अनन्तरं द्रष्टव्यमस्ति धातुः कः पलायते, यतते, हा द्रष्टव्यमस्ति. अनन्तरं वदामि, अत्र अशेत इति, तत्र शेते इति भवति शी धातुः, शेते. अस्तु, अग्रे गच्छेम तर्हि. एकः प्रश्नः अस्ति अत्र अन्तिमवाक्ये, निरुत्साहतया, अहं चिन्तयामि उत्साहः पुल्लिङ्गशब्दः अस्ति खलु, अत्र किमर्थं स्त्रीलिङ्गतृतीयाविभक्तिरूपमस्ति यदि अहं शुद्धमस्ति? समीचीनमस्ति. अन्य लक्ष्मीभगिनी वदतु. भगिनी अस्ति? आं महोदय. जानाति निरुत्साहतया? हा, अत्र ता इति तल् इति कश्चन प्रत्ययः अस्ति, तल् प्रत्ययः भावार्थकः अस्ति. तत्र निरुत्साहः तस्य भावः अस्ति, निरुत्साहता यथा सुन्दरता. निरुत्साहता इति अस्य तृतीयविभक्तियन्त्रपदं तथा खलु, सुन्दरतया. तत्र यत्र क्रियविशेषणम् अपेक्षितमस्ति तत्र तृतीयविभक्तिः भवति अथवा द्वितीयविभक्तिः, अत्र तृतीया अस्ति. स्पष्टमस्ति वा महोदय? स्पष्टं महोदय. अत्र यदि यदि प्राप्य निरुत्साहेन अशेत अपि लिखितुं शक्यते खलु महोदय? निरुत्साहेन अशेत, निरुत्साहेन इति भवितुमर्हति स्म. अस्तु, अग्रे. यतोहि तत्र तत्रापि भावः अस्ति, तत् तादृशं सर्वत्र न भवितुमर्हति, अत्र भवितुमर्हति. यतोहि निरुत्साहः इत्यस्य तादृश अर्थः अस्ति, भावार्थः. अस्तु, अग्रे मीना भगिनी. रणाङ्गनात् आगतं पुत्रं विदुला दूरात् एव अलोकत, पश्चात् सा पुत्रस्य निकटं गत्वा अब्रूत, सञ्जय, भवादृशं भीरुं पुत्रं प्राप्य अहं नितरां लज्जे, भवान् यावज्जीवं युध्येत इति चिन्तनं मम मनसि अवर्तत, परं भवान् भीरुः इव पलायितः, पुत्र, त्वं वीरक्षत्रियकुले अजायताः, पलायनं न ते भूषणम्, अतः इदानीमेव युद्धक्षेत्रं प्रतिनिवर्तस्व, मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम् इति वाक्यं स्मर, परोक्रमेण युध्यस्व इति. हा, अस्तु, अत्र अर्थम् अवगच्छति वा, किञ्चित् वदति वा? आं, प्रयत्नं करोमि. सञ्जयः निरुत् अन्तःपुरस्य शेतः तथा तस्य माता विदुला आगतवान् आगतवती सञ्जयम् अलोकत. अनन्तरं निकटं गत्वा वदति, सञ्जय एतादृशं बीरुं पुत्रम् अहमस्ति इति चिन्तयेत् मम बहु लज्जा अस्ति. कथं त्वं जीवनं कृत्वा इति मम चिन्तयेत् बहु चिन्ता अस्ति. इति त्वं वीरक्षत्रियकुले तव कुलं वीरक्षत्रियकुलम् इति पलायनं न वीरक्षत्रियस्य न भूषणं, तर्हि इदानीम् एव त्वं युद्धक्षेत्रं गच्छतु. मनसि एतत् वाक्यं स्मरन् एक मुहूर्तं एक किञ्चित् नेरमेव ज्वलितम् इति कीर्ति अस्ति चेत् तदेव श्रेयः. किञ्चित् वीरम् इति चेत् धूमस्य ज्वलितं नहि अन्य कोऽपि साहाय्यं करोति वा? सञ्जीवमहोदय वदति वा? अस्तु अखिला भगिनी. तत्र क्षणनेरं यदा यदा दीपः ज्वलति तदपि श्रेयः भवति, अधिकसमयं धूमः आगच्छति चेदपि तस्मात् तावत् श्रेयः नास्ति. तर्हि तत्र यत् क्षणनेरं ज्वलितं दीपम् एव अधिकनेरं यद् धूमं ददाति तस्मात् श्रेयः भवति इति युक्तिः अस्ति. तस्य स्मरणं कृत्वा पुनः युद्धक्षेत्रं गच्छतु, तत्र युद्धं करोतु इति माता सञ्जयं प्रति उक्तवती. वीरकर्मणः ज्वलितम् इति उप अनालजि, वीरं तु ज्वलितं, वीरुः तु धूमम् इत्युक्ते तत् किं वदति भगिनि? तत्र यदा धीरः भूत्वा युद्धक्षेत्रे मरणं प्राप्यते चेदपि तत्र तस्य जीवनं लघुजीवनं स्यात् खलु, तद् श्रेयः भवति. भीरुः भूत्वा पलायनं कृत्वा अधिककालं यावत् जीवति चेदपि तावत् जीवनं श्रेयः नास्ति इति अस्ति. समीचीनं. हा अस्तु अग्रे अत्र किं किम् अस्ति? धूमः अस्ति खलु, धूमः दीपस्य धूमः. अस्तु अब्रूत मीना भगिनी, अब्रूत नाम अवदत् इति अर्थः अवदत्, ब्रू इति धातुः ब्रूते. भवा भवादृशं भवादृशम् इत्युक्ते मीना भगिनी वदतु. भगिनी अस्ति वा? आं महोदय, म्यूट् करोमि. भवान् एव सदृशं भवादृशं भवतः सदृशं भवतः सदृशं सदृशं समीचीनमस्ति. यावज्जीवन् इति तत्र यावज्जीवन् इति सन्धिकार्यमस्ति तावदेव यावत् जीवं युध्येत. पलायितः अत्र भीरुः इव पलायितः अत्र कीदृशरूपम् अस्ति पलायितः? पलायितः लङ्लकार एकवचनं उत्तमपुरुषः लङ्लकारः नास्ति. पलायित् महोदय प्रातिपदिकं पलायित् पलायितः न अत्र न न तथा नास्ति. पलायिन् महोदय अत्र पलायिन् तस्य पलायितः न तदपि नास्ति. पलायितः भीरुः इव पलायितः अन्य कोऽपि वदति कीदृशरूपम् अस्ति पलायितः इति प्रथमाविभक्ति एकवचनम् एव महोदय पठितः इव प्रत्ययः कः प्रत्ययः प्रत्ययः क्तान्तरूपमस्ति क्तान्तरूपमस्ति. कार्यं कृतं पुस्तकं पठितं भवान् पलायितः क्तान्तरूपं क्तप्रत्ययः अस्ति पलायितः इडागमः अस्ति मध्ये. अस्तु समीचीनमस्ति. अत्र अजायथाः मीना भगिनी वदतु पदपरिचयम्. अजायताः अजायत अजायेतम् अजायन्त अजायताः मध्यमपुरुष एकवचनं लङ्लक. हा हा हा अत्र जन् इति धातु अस्ति जन् तत्र धातु तत्र धात्वादेशः भवति जायते इति भवति अजायथाः समीचीनं लङ्लकारस्य मध्यमपुरुषस्य एकवचने. पलायनं न ते भूषणं ते इत्युक्ते अत्र किं अस्तु. अपि च प्रतिनिवर्तस्व इति कीदृशरूपम् अस्ति एक मध्यमपुरुष एकवचनं किं कः लकारः लकारः लोट् लकारः हा लोट् आत्मनिपदि लोट्. केचन जनाः नूतनाः अस्माकं वर्गे किन्तु वस्तुतः गते पुस्तके एतत् सर्वम् अधीतवन्तः वयम्. अत्र लोट् कथं भवति सुब्रह्मण्यं महोदय तत्र वदति वा तत्र यथा वदति निवर्ततां निवर्तेतां निवर्तन्तां निवर्तस्व निवर्तेथां निवर्तध्वं निवर्तै निवर्तावहै निवर्तामहै. हा इति लोट् समीचीनमस्ति. निवर्तस्व निवर्ततां निवर्तेतां निवर्तन्ताम् अस्तु समीचीनमस्ति. इति एव अस्ति तावत् इति मन्ये. हा अग्रे गच्छेम. अस्तु निहारिका भगिनी पठति वा? तदा सञ्जयः अम्ब शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बहु शक्तियुक्तं च अस्ति अतः एव वयं पराजयामहे. अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये. अद्य यदि तत्र गच्छेयं तर्हि अवश्यमेव मृजेय इति अवदत्. मृयेय. अद्य यदि तत्र गच्छेयं तर्हि अवश्यमेव मृयेय इति अवदत्. अस्तु, अत्र किमस्ति? सञ्जयः तस्य मातरम् उत्तरं ददाति. अम्बा, शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया तेषां शक्तिः एव अधिकमस्ति, तस्मात् एव अस्माकं शक्तिः अधिका. अस्तु, अग्रे. आं, शक्तिः अधिका अस्ति, तस्मात् एव अस्माकं पराजयः जातः. अग्रे अस्माकं सैन्यस्य सङ्ग्रहं कृत्वा, इत्युक्ते इतोपि बृहत् कारयित्वा विजयं प्राप्नुमः. अद्य यदि पुनः गच्छामि तर्हि अवश्यं मम मरणं भवति इति वदति. हा, अस्तु. अत्र म्रियेय इति रूपं कीदृशमस्ति? म्रियेय लट्लकारस्य रूपम् अस्ति म्रियते. म्रियते विधिलिङ्ग् मध्ये प्रथमपुरुष एकवचनं. उत्तमपुरुषः. उत्तमपुरुषः, सत्यं. हा, अस्तु, अन्यत् सर्वं स्पष्टं स्यात्. अग्रे गच्छेम तर्हि. अत्र सुब्रह्मण्यमहोदय, अग्रे अग्रे पठति महोदय. लप्स्ये. अत्र कः धातुः कोऽपि वदतु? लभ् धातुः महोदय. अत्र लभते लृट् लकारः अस्ति खलु महोदय? अत्र उत्तमपुरुषस्य एकवचने तत्र लट् लकारः अपि च लट् लकारः तत्र साम्यमस्ति, केवलं स्याति मध्ये आगच्छति, स्य मध्ये अस्ति. अतः उत्तमपुरुषे एकवचने तत्र लभे लृट् लकारे लप्स्ये साम्यमस्ति खलु? अस्तु, महोदय अग्रे. विजला पुत्रस्य वचनं निराकुरुत. सा पुनरपि, पुत्र, भवान् युद्धे विजयेत न वा, चिन्ता मा करोतु, युद्धक्षेत्रं गच्छतु. राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वारन् कुर्वीरन् ते किं कर्तव्यताविमूढाः जायेरन्. अतः भवान् आदौ विकीर्णस्य सैन्यस्य एकत्रीकरणं कुर्वात. कुर्वीत. अत्र कुर्वीत महोदय, क्षम्यताम्. सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपाञ्च जानीयात. तस्य शत्रवः राजानः ये सन्ति तान् अपि आह्वयेत्, तदनन्तरं तेन सह युध्येत. भवान् अवश्यं विजयेत इति तं प्रोत्साहितवती. सञ्जयस्य माता विदुला पुत्रस्य वचनं निराकरणं कृतवती, पुनः उक्तवती, पुत्र, भवान् युद्धं गच्छतु, यदि भवान् विजयं प्राप्नोति वा न तस्य चिन्ता मा करोतु, युद्धक्षेत्रं गत्वा तत्र युद्धं करोतु. यदि राजा युद्धक्षेत्रात् पलायनं करोति चेत् पलायनं करोति तर्हि सैनिकाः किं कर्तव्यताविमूढाः भवन्ति इत्युक्ते अत्र किं करोमि इति ते न जानन्ति तत्कारणात् भवान् अवश्यं गच्छतु इति सा वदति अनन्तरं भवान् अत्र ते भवन्ति किं कर्तव्यं मूढाः भवन्ति किं कर्तव्यम् इति ते न जानन्ति तत्र अत्र विधिलिङ्गकारस्य सन्दर्भः भवान् तथा वदतु लट्लकारः न उचितः अत्र अस्तु महोदय ते किं कर्तव्यताविमूढाः जायेरन् इत्युक्ते अत्र सैनिकाः अत्र भूधातुः वदतु भूधातुः भवेयुः हा अस्तु अस्तु अस्तु अग्रे तदनन्तरं सैनिकाः विकीर्णश्चेत्र इत्युक्ते अत्र इतस्ततः गतवन्तः ते सर्वे एकत्रीकरणं कुर्वीत अस्तु महोदय कुरुते तस्य क्रीडातुः करोति इति क्रीडातुः अस्ति तत्र क्रीडातुः उभयपदी धातुः अस्ति अस्तु समापयतु अनन्तरं वदामि सिन्धुराजस्य के दोषाः लोपाः सन्ति ते अवश्यं जानीयात् अत्र जानीयात तस्य जानीयात अत्र जानीयात विधिलिङ्गरूपमेव अस्तु महोदय प्रथमपुरुष जानातु जानी प्रथमपुरुष एकवचन विधिलिङ्गरूपम् अस्ति महोदय जानीयात ये राजाः सिन्धुराजस्य शात्रवः सन्ति तानपि एकत्रीकरणं कृत्वा आह्वयित्वा आहूय तेन सह युद्धं कुर्वात यदि भवान् करोति तर्हि भवतः विजयम् अवश्यं भवेत् इति विदुला सञ्जयस्य माता प्रोत्साहं कृतवती विजयः भवेत् अथवा विजयं प्राप्नुयात् विजयः भवेत् विजयम् अस्तु महोदय हा अस्तु समीचीनमस्ति अत्र डुक्रिय इति कर्णे इति धातुः अस्ति तत्र उभयपदी धातुः अस्ति परस्मैपदी धातूनां कृते यानि रूपाणि सन्ति तानि वयं जानीमः किन्तु तत्र आत्मनिपदी धातूनां कृते तत्र किञ्चन वैशिष्ट्यमस्ति लाट्लकारस्य तत्र करोति आत्मनिपदी धातूनां रूपाणि कुरुते कुर्वते कुरुषे कुर्वाथे कुरुध्वे कुर्वे अहं कुर्वे आवां कुर्वावहे वयं कुर्वहे आवां कुर्वहे वयं कुर्महे इति तत्र लट्लकारे अनन्तरं लङ्लकारे अकुरुत अकुर्वाताम् अकुर्वत अकुरुथाः अकुर्वाथाम् अकुरुध्वम् अकुर्वि अकुर्वहि अकुर्महि इति लङ्लकारस्य पुनः विधिलिङ्लकारे तत्र ईकारः दीर्घ ईकारः आगच्छति कुर्वीत कुर्वीयातां कुर्वीरन् तथा अग्रे महोदय वदतु सर्वत्र तथा कुर्वीत कुर्वीयातां कुर्वीरन् कुर्वीथाः, कुर्वीयाथां, कुर्वीध्वं, कुर्वीय, कुर्वीयावहै वहि, कुर्वीयामहि न कुर्वीवहि, कुर्वीवहि, कुर्वीमहि. अस्तु महोदय. अस्तु, बहु सम्यक् अस्ति. इति सर्वं स्पष्टं स्यात्. इदानीं सन्दीपमहोदय अस्ति वा, अग्रे पठति वा? आम्. मातुः वचनेन सञ्जयः जागरितः. सः असामान्यं धैर्यम् अलभत. तस्य उत्साहः अवर्धत. सः उत्थाय मातरं प्रणम्य, अम्ब, धीरमातुः भवत्याः वचनैः अहं नूतनः मनुष्यः अजाये. मम पराक्रमं लोकताम्. अद्य अवश्यं विजयं लभेय इति उक्त्वा युद्धार्थं प्रातिष्ठत. इति अस्ति. मातुः वचनेन सञ्जयः जागरितः इति मातुः अम्बायाः विदुलायाः वचनेन सञ्जयः जागरितः. जागरितः इत्युक्ते सतर्कः अभूत्. सः असामान्यं धैर्यम् अलभत. सञ्जयः धीरः अभवत्. सत्यं सत्यं. तस्य उत्साहः अवर्धत. सः उत्साहितः अपि अभवत्. सः उत्थाय मातरं प्रणम्य, सः उत्थितवान् तथा मातरं नमस्कृतवान् तथा अवदत्, अम्ब, हे मातः, धीरमातुः भवत्याः वचनैः अहं नूतनं मनुष्यः अजाये. तव धीरमाता असि. तव वचनैः अहं नूतनः नवीनः मनुष्यः अजाये, सञ्जातः इति. मम पराक्रमं लोकतां. मम पराक्रमं पश्यतु. अद्य अवश्यं विजयं लभेय. अद्य निश्चितया जयं प्राप्नुयाम् इति उक्त्वा सिद्धार्थं प्रातिष्ठत. इति वचनम् उदित्वा सः युद्धस्य कृते प्रातिष्ठत, गमनम् अकरोत्. तत्र प्रस्थानम् अकुरुत इति अर्थः प्रस्थानं, प्रतिष्ठत. समीचीनमस्ति, बहु सम्यक् अस्ति. अन्य कोऽपि या न पठितवान् तावत्? लोकते, लोकते नाम पश्यति. लोकतां हा, लोट्लकारस्य रूपम् अस्ति. महोदय, प्रातिष्ठत लङ्लकारः अस्ति वा? प्रा इति उपसर्गः. हा हा, सञ्जीवमहोदय वदतु कथमस्ति. स्था तिष्ठ इति धातुः अस्ति. उपसर्गपूर्वकम् उपसर्गेण विना तिष्ठति इति भवति परस्मैपदे. पुर इति उपसर्गपूर्वके, प्रतिष्ठते इति आत्मनेपदे धातुः भवति, आत्मनेपदे रूपं भवति. तस्य लङ्लकारः प्रयोग अतिष्ठत इति प्रातिष्ठत भवति. हा, समीचीनमस्ति. स्थाधातुः वस्तुतः निरुपसर्गरूपेण तत्र परस्मैपदे धातुः अस्ति. स्था तिष्ठति, यथा महोदयेन उक्तं, तत्र प्र उपसर्ग रूपं यदा भवति तदा आत्मनेपदे धातुः भवति इति कृत्वा प्रातिष्ठत. महोदय, लोकतां द्विवचन आगच्छति. एकवचनम् अस्ति. एकवचनं. हा, प्रकाशतां, प्रकाशेतां, प्रकाशन्ताम् इति लोट्. प्रकाशताम् एकवचने. ओके, अस्तु अस्तु महोदय. पूर्वतने पुस्तके पश्यतु, वयं पठितवन्तः. प्रथमभागे अस्तु अस्तु अन्य कोऽपि कः न पठितवान् तावता सर्वे पठितवन्तः अहं न पठितवान् अस्तु भगिनि पठतु पठितवती सञ्जयः मातृवचनास् वचनानुसरेण शीघ्रमेव सैन्यं सज्जीकृत्य झटिति शत्रोः सैन्यस्य उपरि आक्रमणम् अकुरुत विजयोन्मत्तः सिन्धुराजः तस्य सैनिकाः च एतेन आक्रमेण व्यस्मयन्त सञ्जयस्य सैनिकाः अपूर्वशौर्येण अयुध्यन्त विजयम् अलभन्त च विजयश्रीलालितं पुत्रं विदुला यथोचितं स्वागतीकृतवती सञ्जयः मातृ वचन शृण्वा शीघ्रमेव सैन्यं बृहत् कृत्वा झटिति शत्रोः तत्समये शत्रोः सैन्यस्य उपरि आक्रमणम् अकुर्वत् सम्यक् हा हा अस्तु अर्थः अवगतः खलु अत्र हा तदनन्तरं माता किं कुर्वती कृतवती माता स्वागती कृतवती विजयश्रीलालितं पुत्रं विदुला स्वागतं कृतवती हा अस्तु समीचीनमस्ति अत्र व्यस्मयन्त इति रूपं कथं भवति व्यस्मयन्त लङ्लकारः प्रथमा बहुवचन अत्र अत्र तत्र उपसर्गः अस्ति वा हा उपसर्गः अस्ति कः उपसर्गः न व्य इति उपसर्गः नास्ति लक्ष्मीभगिनी वदतु समीचीनम् अत्र स्मि धातुः अस्ति स्मयते अनन्तरं वि उपसर्गपूर्वकः वि योगः अ योगः स्मि तत्र यण् सन्धिः भवति अग्रे करिष्यामः वि इकारस्य स्थाने यकारः भवति अनन्तरं स्वरः अस्ति चेत् तर्हि तत्र व्य इति भवति व्यस्मयन्त बहुवचने अस्तु न तत्र आश्चर्यस्य अर्थः आश्चर्यम् अत्र अन्य कोऽपि प्रश्नः अस्ति वा अत्र स्वागतीकृतवती इति विशिष्टरूपमस्ति उपरि अपि एकत्रीकरणं स्वागतीकृतवती अत्र विशेषरूपमस्ति रूपस्य नाम अस्ति च्युप्रत्ययः अस्ति तत्र हा च्युप्रत्ययः यत्र भवति सामान्य अतीव सरलमस्ति सर्वे प्रयोगं कर्तुं शक्नुवन्ति तत्र यत्र मूलपदस्य अन्ते अकारः अथवा अकारः अथवा आकारः अस्ति तत्र अकार आकारयोः स्थाने दीर्घ ईकारः भवति तर्हि स्वागतं तत्र स्वागत अकारः अस्ति एकत्र इति अकारः अस्ति अकारस्थाने दीर्घ ईकारः भवति इति अस्ति. अनन्तरं कोऽपि वदतु उदाहरणम्, अकारः यत्र अन्ते तत्र अनन्तरं चुय् यत्र चुय्पतयः अस्ति, तदनन्तरं क्रीडातुः अस्ति, क्रीडातुः अथवा भूधातुः. प्रकटीकरोति. हा, प्रकटीकरोति, समीचीनमस्ति. अन्यत् उदाहरणं किमपि, यः कोऽपि शब्दः भवतु, भस्मीकरोति. समीचीनम्. अन्यत् व्यक्तः, व्यक्तीकरोति. इति तादृशमस्ति. लज्जीकरोति. हा, अनन्तरं हा, लज्जीकरोति नाम यः कोऽपि अन्यं जनं लज्जीकरोति. अथवा तत्र क्रीडातु भवति अथवा भूधातुः तत्र. अपि च अत्र उपसर्गसाम्यमस्ति, उपसर्गः नास्ति, किन्तु लज्जीभूय अत्र ल्यब् भवति. यत्र उपसर्गः अस्ति तत्र लब् भवति खलु. लज्जीभूय गृहं गतवान्. तत्र ईकारः भवति. अपि च इकारान्त अथवा उकारान्तपदमस्ति, तत्र ईकारस्य स्थाने दीर्घीकारः, उकारस्य स्थाने दीर्घ उकारः इति भवति. ऋकारः अस्ति चेत्, कृष्णऋकारः अस्ति चेत् ऋकारस्य स्थाने री इति भवति. तर्हि यथा शुक्लं करोति इति शुक्लीकरोति, शुचिं करोति शुचीकरोति. तत्र लघु भवति, लघु भवति, लघु भवति इति लघु भवति इति अस्ति. अनन्तरं नेता भवति, नेता भवति किं भविष्यति? नेती करोति. मया किम् उक्तं? नेत्री करोति. ऋकारस्य स्थाने री इति भवति. दीर्घकारः रेफः नेत्री करोति, नेत्री करोति, नेत्री भवति, नेत्री भूय, नेत्रीकृत्य इति एतत् सर्वं भवति. महोदय, प्रत्ययस्य नाम कः महोदय? चुय्. चूय्, चूय् प्रत्ययः अस्ति. चूय् दीर्घ ईकारः अस्ति महोदय. ह्रस्वैकारः. ह्रस्वैकारः अस्तु महोदय. चूय् प्रत्ययः अस्ति. तत्र समासः अस्ति वस्तुतः, अग्रे वयं करिष्यामः. इति विषयः अस्ति. अस्तु, अग्रे गच्छेम तर्हि. समीचीनम्. इदानीं एतत् सर्वं वयं कृतवन्तः, नाम इदानीं द्वितीय अभ्यासः अग्रे, यतोहि पदानां रूपाणि कथं भवन्ति इति वयं कृतवन्तः. इदानीं द्वितीय अभ्यासः, तत्र अखिला भगिनी पठति कृपया. एतेषु वाक्येषु प्रयुक्तानां लट्लकाररूपाणां स्थाने लङ्लकाररूपाणि उपयुज्य वाक्यानि पुनः लिखत. यथा छात्राः संस्कृतेन भाषन्ते, छात्राः संस्कृतेन अभाषन्त. त्वं लज्जसे, त्वम् अल्लज्जताः. वयं ज्ञानं लभामहे, वयं ज्ञानं अलभामहि. बालौ नद्यां प्लवेते. इदानीं तत्र भाषाप्रवेशः इति पुस्तकं वा? ओ, क्षम्यतां महोदय. तत्र किञ्चित् भिन्नमस्ति. अस्तु, इदानीं लक्ष्मी भगिनी तावत् पठतु कृपया. पठामि वा महोदय? अस्तु अस्तु, पठतु भगिनी. असक्तः भावः न विद्यते, असक्तः भावः न अविद्यत. मनसः निग्रहः. भगिनि, असक्तः भावः न विद्यते मन्ये, अर्थः कः? असतः कोऽपि वदति वा असतः इति कीदृश रूपं? यः सत्यं न वदति सः असतः महोदय, तस्य भावः असत्. असतः भावः न दृश्यते, तस्य भावः न जानामि इति न ज्ञातुं शक्यते इति अर्थः अहं चिन्तयामि महोदय. अत्र तकारान्तशब्दः प्रायः अस्ति असत् तस्य षष्ठीयन्तं रूपम्. अस्तु भगिनि अग्रे. मनसः निग्रहं सुदुष्करं मन्ये. मनसः निग्रहं सुदुष्करम् अमन्यत. क्षम्यताम्, अमन्ये. अमन्ये, अमन्ये. अस्तु लक्ष्मी भगिनी अग्रे. श्रद्धावान् ज्ञानं लभते. श्रद्धावान् ज्ञानम् अलभत. हा अस्तु अग्रे. त्वं प्रज्ञावादान् भाषसे. त्वं प्रज्ञावादान् अभाषताः. अस्तु निहारिका भगिनी अग्रे. युवाम् एतं हतं मन्येथे. युवाम् एतं हतम् अमन्येथाम्. अमन्येथां, बहु समीचीनमस्ति, प्रभावशाली. अग्रे. सर्वे विस्मिताः त्वां वीक्षन्ते. सर्वे विस्मिताः त्वाम् अवीक्षन्त. अवीक्षन्त, समीचीनमस्ति. अस्तु अग्रे. सञ्जीवमहोदय अग्रे. यूयं श्रद्धयान्विताः यजध्वे. महोदय क्षम्यतां, तत्र वीक्षन्ते इति वि उपसर्गपूर्वक ईक्षा तु नास्ति वा? सत्यं. तर्हि तत्र तत्र दोषः अस्ति. तत्र वि उपसर्गः सत्यं, वि उपसर्गपूर्वकम् अस्ति. पुनः वदतु भगिनि. ईक्षन्ते इति धातु अस्ति. ईक्षन्ते, ईक्षन्ते. कथं भवति जानाति खलु, कथं भवति यत् उपसर्गः अस्ति? व्यक्षन्त. न तत्र यत्र स्वरः अस्ति तत्र वृद्धिः भवति. अत्र किं भवति, प्रथमतया उपसर्गः भवति, तदनन्तरम् अडागमः नाम अकारः, अनन्तरं धातुः, धातुरूपं. तर्हि अस्तु, वि इति निष्कासयतु एकवारम्. ईक्षन्ते इति, ईक्षन्ति इति अस्ति त्वा, तत्र सर्वे ईक्षन्ते. तत्र किं भवति? सर्वे ईक्षन्ते. तस्य रूपं किं भवति नाम लग्नकारे? ऐक्षन्ते. ऐक्षन्ते. अनन्तरं वि उपसर्ग, वि उपसर्गः योजयतु. वैक्षन्ते. तत्र यण् सन्धिः भवति. यन् इकारस्य स्थाने यकारः, वियुगः ऐ, वियुगः ऐ. वैक्षन्ते. हा इति स्यात्. भगिनि किं वदति? तदेव चिन्तयामि महोदय, व्यैक्षन्ते. व्यैक्षन्त इति रूपमस्ति. बहु सम्यक् तत्र कार्यद्वयमस्ति, यतोहि धातुः अजादिः अस्ति, आदौ स्वरः अस्ति धातोः आदौ, अतः तत्र वृद्धिः भवति. अनन्तरम् उपसर्गः अस्ति, अतः तत्र सन्धिकार्यमस्ति, कार्यद्वयं भवति. अस्तु, व्यैक्षन्त इति भवति. अस्तु, अग्रे क वदति स्म? योयम् यूयं श्रद्धयान्विताः यजध्वे. यूयं श्रद्धयान्विताः अयजध्वम्. हा, समीचीनमस्ति. अग्रे, वयं घोरं तपामहे. वयं घोरम् अतपामहि. आवाम् ईश्वरं भजावहे. आवाम् ईश्वरं भजावहि. अस्तु, बहु सम्यक् अस्ति. सुब्रह्मण्यमहोदय, अग्रे. सर्वे अपि स्वकर्म कुर्वते. सर्वे अपि स्वकर्म अकुर्वन्त. तत्र तत्र लङ्लकारस्य अकुरुत, अकुर्वाताम्, अकुर्वत. अकुर्वत, अस्तु महोदय. सर्वे अपि स्वकर्म अकुर्वत. मानवः देवम् अभ्यचर्य अभ्यर्च्य सिद्धिं लभते. मानवः देवम् अभ्यर्च्य सिद्धिम् अलभत. भवन्तः कृष्णं भजन्ते. भवन्तः कृष्णं अभजन्त. हा, अस्तु. लक्ष्मी भगिनी, अग्रे. मनुष्याः भगवतः आत्मकारणात् पचन्तः अघं भुञ्जते. आत्मकारणात् पचन्तः अघं भुञ्जते. आत्मकारणात् पचन्तः अघम् अभुञ्जत. नकारः नास्ति महोदय अत्र. नकारः न भवति तत्र. अभुञ्जत, अभुञ्जत. तत्र अभुञ्जत इति, अभुञ्जन्त इति नास्ति, न अभुञ्जत इति भवति. अघम् विशिष्टरूपमस्ति. अघम् अर्थं किम्? अघम् इत्युक्ते तत्र, अघम् इत्युक्ते पापः, पापम्. अघम् इत्युक्ते पापम् अथवा दुर्घटना. मनुष्याः भगवतः वर्म अनुवर्तन्ते. एकनिमिष, अत्र धातुः अस्ति भूज्. भूज् धातुः अस्ति. रूपं भवति भुङ्क्ते, भुञ्जाते, भुञ्जते. लट्लकारे भुङ्क्ते, भुञ्जाते, भुञ्जते. अत्र रूपं किञ्चित् विशिष्टमस्ति. तत्र कुत्रचित् बहुवचने यथा क्रीडातुः अपि तथा तत्र नकारः न तिष्ठति. यथा अवर्धन्ते, नकारः अस्ति खलु, किन्तु क्रीडातोः बहुवचने अकुर्वत नकारः न भवति. अत्रापि तथा. अस्तु भगिनि, वदतु. मनुष्याः भवतः वर्त्म अनुवर्तन्ते. मनुष्याः भगवतः वर्त्म अनुवर्तन्ते. अनु विसर्गः. अनुवर्तन्ते, अन्वर्तन्ते, अन्वर्तन्त. तत्र अनु यत्र नास्ति तत्र वदतु. अवर्तन्त. हा, इदानीं वदतु, संयोजयतु. अनु अनुवर्तन्ते न ओकारः नास्ति उका तत्र व व इति भवति उकारस्य स्थाने व व आम् अन् उकारस्य उकारः आसीत् अनु अवर्तन्त उस्थाने व अनु उस्थाने वा अन्ववर्तन्त अवर्तन्त अन्ववर्तन्त वर्त्मा इति शब्दं जानाति वा सर्वे कोऽपि जानाति वा वर्त्मा प्रातिपदिकं किं हा नकारान्तपदमस्ति समीचीनं नपुंसकलिङ्गे अस्ति वर्त्मन् इत्युक्ते महोदय मार्गः पथिन् मार्गः अस्तु यथा कर्मन् वर्त्मन् अस्तु इति इदानीं समयः जातः बहु समीचीनमस्ति अस्माकम् आत्मनिपदिधातूनां कृते विधि लिङ्लकारस्य लङ्लकारस्य च अभ्यासः जातः गृहपाठरूपेण तत्र अभ्यासान् पश्यन्तु तेषु विषयेषु अपि च पुनः रूपाभ्यासः येन अस्माकं सम्भाषणशैल्यामपि आगच्छेत् अस्तु समीचीनमस्ति तर्हि धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः